ते च काममाश्रित्य दुष्पूरं दम्भमानमदान्विताः मोहान् गृहीत्वा सद्ग्राहान् प्रवर्तन्ते शुचिं व्रताः। कामम् इच्छाविशेषम् आश्रित्य अवष्टभ्य दुष्पूरम् अशक्यपूर्णं दम्भमानमदान्वितः दम्भश्च मानश्च मदश्च दम्भमानमदाः तैः अन्वितः दम्भमानमदान्वितः मोहात् अविवेकतः गृहीत्वा उपादाय असद्ग्राहम् अशुभनिश्चयम् प्रवर्तन्ते लोके अशुचिव्रतः अशुचीनि व्रतानि येषां ते अशुचिव्रतः। किञ्च चिन्तामापरिमेयाञ्च प्रलयान्तामुपाश्रिताः कामोपभोगपरम एतावदिति निश्चिताः। चिन्ताम् अपरिमेयाञ्च न परिमातुं शक्यते यस्याः चिन्तायाः इयत्ता स अपरिमेया ताम् अपरिमेया प्रलयान्तं मरणान्ताम् उपाश्रितः सदा चिन्तापराः इत्यर्थः। कामोपभोगपरमः काम्यन्तेति कामाः विषयाः शब्दादयः तदुपभोगपरमः अयमेव परमः पुरुषार्थः यः कामोपभोगः इत्येवं निश्चितात्मनः एतावत् इति निश्चितः। आशापाशशतैर्बद्धाः कामक्रोधपरायणः ईहन्ते कामभोगार्थम् अन्यायेनार्थसञ्चयम्। आशापहयतैः आशा एव पाशः तच्छतैः बद्धाः नियन्त्रिताः सन्तः सर्वतः आकृष्यमाणः कामक्रोधपरायणः कामक्रोधौ परम् अयनम् आश्रयः येषां ते कामक्रोधपरायणः ईहन्ते चेष्टन्ते कामभोगार्थं कामभोगप्रयोजनाय न धर्मार्थम् अन्यायेन परस्वापहरणादिना इत्यर्थः। किम् अर्थसञ्चय अर्थप्रचय ईदृशश्च तेषामभिप्रायः इदमद्यमया लब्धम् इदं प्राप्स्ये मनोरथम् इदमस्तीदमपि मे भविष्यति पुनर्धनम् इदं द्रव्यम् अद्य इदानीं मया लब्धम् इदं च अन्यत् प्राप्स्ये मनोरथं मनस्तुष्टिकरम् इदं च अस्ति इदमपि मे भविष्यति आगामिनि संवत्सरे पुनः धनं तेनहं धनी विख्यातः भविष्यामि इति। असौ मया हतः शत्रुः अनिश्ये चापरानपि ईश्वरोऽहमहं भोगी सिद्धोऽहं बलवान् सुखी। असौ देवदत्तनाम मया हतः दुर्जयः शत्रुः हनिष्ये च अपरान् अन्यान् वराकानपि किम् एते करिष्यन्ति तपस्विनः सर्वथापि नास्ति मत्तुल्यः। कथम् ईश्वरः अहं भोगी सर्वप्रकारेण च सिद्धः अहं सम्पन्नः पुत्रैः नप्तृभिः न केवलं मानुषः बलवान् सुखी च अहमेव अन्ये तु भूमिं भाराय अवतीर्णः। आड्योऽभिजनवानस्मि कोऽन्योऽस्ति सदृशो मयं यक्ष्ये दास्यामि मोदिष्ये इत्यज्ञानविमोहिताः। आड्यः धनेन अभिजनवान् सप्तपुरुषं श्रोत्रियत्वसम्पन्नः तेनापि न मम तुल्यः अस्ति कश्चित् कः अन्यः अस्ति सदृशः तुल्यः मया। किञ्च यक्ष्ये यागेनापि अन्याम् अभिभविष्यामि दास्यामि नटादिभ्यः मोदिष्ये हर्षं च अतिशयं प्राप्स्यामि इति एवम् अज्ञानविमोहितः। अज्ञानेन विमोहिताः विविधम् अविवेकभावम् आपन्नाः अनेकचित्तविभ्रान्तमोहजालसमावृताः प्रसक्तः कामभोगेषु पतन्ति नरकेषु च अनेकचित्तविभ्रान्ताः उक्तप्रकारैः अनेकैः चित्तैः विविधं भ्रान्ताः अनेकचित्तविभ्रान्ताः मोहजालसमावृतः मोहः अविवेकः अज्ञानं तदेव जालमिव आवरणं गत्वा तेन समावृतः प्रसक्ताः कामभोगेषु तत्रैव निषण्णाः सन्तः तेन उपचितकल्मषाः पतन्ति नरके अशुचौ वैतरण्यादौ आत्मसम्भावितास्तब्धाः धनमानमदान्विताः यजन्ते नाम यज्ञैस्ते दम्भेनाविधिपूर्वकम् आत्मसम्भावितः सर्वगुणविशिष्टतया आत्मना एव सम्भावितः आत्मसम्भावितः न साधुभिः स्तब्धाः अप्रणतात्मनः धनमानमदान्विताः धननिमित्तः मानः मदश्च ताभ्यां धनमानमदाभ्याम् अन्वितः यजन्ते नामयज्ञैः नाममात्रैः यज्ञैः ते दम्भेन धर्मध्वजितया अविधिपूर्वकं विधिविहित अङ्गेति कर्तव्यतारहितम् अहङ्कारं बलं दर्पम् कामं क्रोधं च संश्रिताः मामात्मपरदेहेषु प्रद्विषन्तोऽभ्यसूयकाः अहङ्कारम् अहङ्करणम् अहङ्कारः विद्यमानैः अविद्यमानैश्च गुणैः आत्मनि अध्यारोपितैः विशिष्टम् आत्मानमहम् इति मन्यते सः अहङ्कारः अविद्याख्यः कष्टतमः सर्वदोषाणां मूलं सर्व अनर्थप्रवृत्तीनां च तं तथा बलं पराभिभवनिमित्तं कामरागान्वितं दर्पं दर्पो नाम यस्य उद्भवे धर्मम् अतिक्रामति सः अयम् अन्तःकरणाश्रयः दोषविशेषः कामं स्त्र्यादिविषयः क्रोधम् अनिष्टविषयम् एतान् अन्यांश्च महतो दोषान् संश्रितः किञ्च ते माम् ईश्वरम् आत्मपरदेहेषु स्वदेहे परदेहेषु च तद्बुद्धिकर्मसाक्षिभूतं मां प्रद्विषन्तः मच्छासन अतिवर्तित्वं प्रद्वेषः तं कुर्वन्तः अभ्यसूयकः सन्मार्गस्थानां गुणेषु असहमानः तानहं द्विषदः क्रूरं संसारीषु नराधमं क्षिपां यजस्रमशुभम् आसुरीष्वेव योनिषु तानहं सन्मार्गप्रतिपक्षभूतां साधुद्वेषिणः द्विषतश्च मां क्रूरान् संसारीषु एव अनेकनरकसंसरणमार्गेषु नराधम अधर्मदोषवत्त्व क्षिपामि प्रक्षिपामि अजस्रं सन्ततम् अशुभम् अशुभकर्मकारिणः आसुरीषु एव क्रूरकर्मप्रायासु व्याघ्रसिंहादियोनिषु क्षिपामीत्यनेन सम्बन्धः आसुरीं योनिमापन्न मूढा जन्मनि जन्मनि मामप्राप्यैव कौन्तेयं ततो यान्त्यधमां गतिम् आसुरीं योनिम् आपन्नाः प्रतिपन्नाः मूढाः अविवेकिनः जन्मनि जन्मनि प्रतिजन्म तमो बहुलासु एव योनिषु जायमानाः अधो गच्छन्तो मूढाः माम् ईश्वरम् अप्राप्य अनासाद्य एव हे कौन्तेय ततः तस्मादपि यान्ति अधमां गतिं निकृष्टतमां गतिं माम् अप्राप्ति एव इति न मत्प्राप्तौ काचिदपि आशङ्का अस्ति अतः मच्छिष्टसाधुमार्गम् अप्राप्य इत्यर्थः सर्वस्याः आसुर्याः सम्पदः संक्षेपः अयम् उच्यते यस्मिन् त्रिविधे सर्वः आसुरीसम्पद्भेदः अनन्तोऽपि अन्तर्भवति यत्परिहारेण परिहृतश्च भवति यत्मूलं सर्वस्य अनर्थस्य तत् एतदुच्यते त्रिविधं नरकस्येदं द्वारं नाशनमात्मनः कामक्रोधस्तथा लोभः तस्मादेतत्त्रयं त्यजेम् त्रिविधं त्रिप्रकारं नरकस्य प्राप्तौ इदं द्वारं नाशनम् आत्मनः यद्वारं प्रविशन्नेव नश्यति आत्मा कस्मैचित् पुरुषार्थाय योग्यो न भवति इत्येतत् अतः उच्यते द्वारं नाशनमात्मनः इति किं तत् कामः क्रोधः तथा लोभः तस्मात् एतत्त्रयं त्यजेत् यतः एतद्वारं नाशनमात्मनः तस्मात् कामादित्रयमेतत् त्यजेत् त्यागस्तुतिः इयम् एतैर्विमुक्तः कौन्तेय तमोद्वारैस्त्रिभिर्नरः आचरत्यात्मनश्रेयः ततो याति पराङ्गतिम् एतैः विमुक्तः कौन्तेय तमोद्वारैः तमसः नरकस्य दुःखमोहात्मकस्य द्वाराणि कामादयः तैः एतैः त्रिभिः विमुक्तः नरः आचरति अनुतिष्ठति किम् आत्मनः श्रेयः यत्प्रतिबद्धः पूर्वं न आचचारः तदपगमात् आचरति ततः तदाचरणात् याति परां गतिं मोक्षमपि इति सर्वस्येतस्य आसुरीसम्पत्परिवर्जनस्य श्रेय आचरणस्य च शास्त्रं कारणं शास्त्रप्रमाणात् उभयं शक्यं कर्तुं न अन्यथा अतः यश्शास्त्रविधिमसृज्य वर्तते कामकारतः न स सिद्धिमवाप्नोति न सुखं न पराङ्गतिं यश्शास्त्रविधिं शास्त्रं वेदः तस्य विधिं कर्तव्याकर्तव्यज्ञानकारणं विधिप्रतिषेधाख्यम् उत्सृज्य त्यक्त्वा वर्तते कामकारतः कामप्रयुक्तः सन् न सः सिद्धिं पुरुषार्थयोग्यताम् आप्नोति न अपि अस्मिन् लोके सुखं न अपि परां प्रकृष्टां गतिं स्वर्गं मोक्षं वा तस्माच्छास्त्रं प्रमाणं ते कार्यकार्यव्यवस्थितौ ज्ञात्वा शास्त्रविधानोक्तं कर्म कर्तुमिहार्हसि तस्मात् शास्त्रं प्रमाणं ज्ञानसाधनं ते तव कार्याकार्यव्यवस्थितं कर्तव्य अकर्तव्यव्यवस्थाय अतः ज्ञात्वा बुद्ध्वा शास्त्रविधानोक्तं विधिः विधानं शास्त्रमेव विधानं शास्त्रविधानं कुर्यात् न कुर्यात् इत्येवं लक्षणं तेन उक्तं स्वकर्म यत्तत् कर्तुम् इह अर्हसि इह इति कर्माधिकारभूमिप्रदर्शनार्थमिति इति श्रीमद्भगवद्गीताभाष्ये षोडशोऽध्यायः।